अस्तु, तर्हि इदानीं तत्र अनुमान प्रमाणम् इति प्रसङ्गे स्मः वयम्. अत्र स्वार्थानुमानम् इति गतसप्ताहे दृष्टवन्तः गतकक्षायाम्. अत्र चत्वारि ज्ञानानि इत्यपि अधीतानि. तत्र पक्षधर्मताज्ञानम् इति प्रथमं, तदनन्तरं व्याप्तिज्ञानं. पक्षधर्मताज्ञानमस्ति प्रथमं यदा प्रत्यक्षेन पश्यामः पक्षे हेतुः अस्ति इति, तदा भवति पक्षधर्मताज्ञानं. तदनन्तरं व्याप्तिज्ञानम् इति स्मरणं भवति, तत्र यत्र यत्र हेतुः तत्र तत्र साध्यम् इति. तदनन्तरं तत्र परामर्शः इति तृतीयसोपानं, यत्र साध्यव्याप्यहेतुमान् पक्षः इति ज्ञानं भवति. तदनन्तरम् अनुमीयते यत् साध्यवान् पक्षः इति. तर्हि तत् कथं भवति इति वयं गतसप्ताहे दृष्टवन्तः. तर्हि इदानीम् अस्ति अस्माकं प्रसङ्गः तत्र परार्थानुमानम् इति. तस्मिन् विषये अद्य पश्येम. तत्पूर्वं तत्र स्वार्थानुमानस्य प्रसङ्गे कश्चन प्रश्नः अस्ति वा, अथवा सर्वं स्पष्टम् इति वा? भगिनि, अहं तु पूर्णता न शृण्वं, तथैव शृणोमि. अस्तु भगिनि, तत्र मुद्रणं श्रुत्वा प्रश्नः अस्ति चेत् ई पत्रं प्रेषयतु, चिन्ता नास्ति. परन्तु शुकवनमहोदय, सुनील् महोदय, भवतौ कृते सर्वं स्पष्टं वा? आम्, सर्वं स्पष्टं. अस्तु, सम्यक्. तर्हि अग्रे सरेम. तर्हि सुनील् महोदय, भवान् एव आरम्भं करोति वा? अधुना द्वितीयविधम् अनुमानम् इति तस्मात्. अधुना द्वितीयविधम् अनुमानं परार्थानुमानम्. अस्मिन् कश्चन श्यामः स्वस्य गृहे अस्ति, स च पर्वतं न पश्यति. किन्तु रामः पर्वतं गत्वा पर्वते धूमं दृष्ट्वा अहो पर्वतः वर्णिमान् इति जानाति. रामः कथं जानाति इति चेत् तस्य आत्मनि क्रमेण इमानि चत्वारि उपर्युक्तानि ज्ञानानि स्वार्थानुमानेन उत्पद्यन्ते. तदा सः श्यामस्य गृहं गच्छति. श्यामस्य गृहं गत्वा रामः पञ्चवाक्यानि श्यामं वदति. अत्र इदानीं द्वितीयविध अनुमानस्य विषयः अत्र परार्थानुमानम् इति. तत्र उदाहरणमस्ति, अत्र श्यामः यदि कश्चन स्वस्य गृहे उपविशति, सः पर्वतं न पश्यति, परन्तु रामः पर्वतं पश्यति, धूमं पश्यति, अतः सः पर्वतः वन्यमान् इति ज्ञानं प्राप्नोति. रामः कथम् एवं ज्ञानं प्राप्नोति इति वयं पूर्वस्मिन् सप्ताहे दृष्टवन्तः. अत्र स्वार्थानुमानेन चत्वारि ज्ञानानि उत्पद्यते इति. अतः पक्षधर्मता, व्याप्तिज्ञानं, परामर्शः, अनुमितिः इति. तत्र पर्वते धूमः अस्ति चेत् कथं तत् सर्वं, तत्र सोपानानि, चत्वारि सोपानानि कानि इति किञ्चित् वक्तुं शक्नोति वा? तत्र चत्वारि ज्ञानानि, अत्र पक्षधर्मताज्ञानमिति प्रथमज्ञानमस्ति. इत्युक्ते तत्र पक्षे हेतुः अस्ति इति, अतः अत्र अस्मिन् उदाहरणे पर्वते वह्निः अस्ति इति. पर्वते धूमः अस्ति इति. अतः द्वितीय, सः इदानीं पश्यति, द्वितीयज्ञानमस्ति व्याप्तिज्ञानम् इति. अतः यत्र यत्र धूमः अस्ति तत्र तत्र वह्निः इति अस्ति. सः पूर्वं पाकशालायां दृष्टवान्, अतः तस्य ज्ञानमपि तस्य मनसि आगच्छति, अतः यत्र यत्र हेतुः तत्र तत्र साध्यमिति द्वितीयज्ञानमस्ति परामर्शः इति. अतः इदानीं सः साध्यव्याप्यहेतुपक्षः इति सः तत्र परामर्शज्ञानं तस्य मनसि भवति. किं किञ्चित् इतोपि वदतु महोदय. अत्र वन्यव्याप्य धूमवान् पर्वतः इति तस्य मनसि भवति वाक्यम्. अत्र वन्यव्याप्य धूमवान् इति पर्वतस्य विशेषणं भवति, वन्यना वाप्यं व्याप्यः पर्वतः इति. अत्र व्याप्य व्यापक विषयः अपि अस्ति. तदनन्तरं तस्य मनसि अनुमितिज्ञानमपि आगच्छति, तदस्ति साध्यवान् पक्षः इति. अग्रे गच्छामि. हा, साध्यवान् पक्षः इत्युक्ते अस्मिन् उदाहरणे वन्यमान् पर्वतः इति. हा, वन्यमान् पर्वतः इति सत्यं. तर्हि एतादृशक्रमेण तत्र रामस्य मनसि तत्र अनुमानज्ञानं प्रथमम् उत्पन्नं खलु. तर्हि तत्र यदा सः पर्वतः पश्यति, परन्तु श्यामः तु पर्वतः तु पर्वतं न दृष्टवान्. तर्हि इदानीं रामः श्यामं प्रति गत्वा वदति, तर्हि तत्र पर्वते धूमः अस्ति इति. तर्हि कथं श्यामस्य मनसि तदनुमानज्ञानं भवति इति यः विषयः अस्ति तदेव अस्ति परार्थानुमानम् इति. इत्युक्ते प्रथमं रामस्य मनसि तत्र स्वार्थानुमानम् इत्युक्ते सः इदानीं यदा पर्वतं दृष्ट्वा तत्र पर्वतौ धूमः इत्युक्ते पक्षे हेतुः अस्ति इति ज्ञानेन यदा तस्य मनसि अनुमानज्ञानं भवति तदस्ति स्वार्थानुमानम्. परन्तु सः तथा दृष्ट्वा यः तद् न दृष्टवान् तं प्रति गत्वा तादृशज्ञानं तस्य मनसि इत्युक्ते द्वितीयपुरुषः यः अस्ति येन पर्वतः न दृष्टः तस्य मनसि तादृशज्ञानं भवति चेत् उत्पन्नं भवति चेत् तदा भवति परार्थानुमानम् इति. तर्हि परार्थानुमानस्य कृते तत्र सोपानानि भिन्नानि, यतोहि सः इदानीं तत्र प्रथमवाक्यं पश्यतु, अत्र पर्वते धूमः अस्ति इति यदा पक्षधर्मता ज्ञानं भवति तद् अस्ति प्रत्यक्षज्ञानं खलु. प्रत्यक्षेन इदानीं सः रामः तत्र स्वस्य चक्षुषा इदानीं पश्यति तत्र पर्वते धूमः अस्ति इति कृत्वा तदाधारेण तत्र सोपानानि चत्वारि सन्ति, तानि सोपानानि अतिक्रम्य सः वदति अस्तु पर्वतः वन्यमान् इति तत्र सः पर्यवसति. परन्तु इदानीं श्यामः तु न दृष्टवान् इति कृत्वा प्रथमं सोपानम् इत्युक्ते प्रत्यक्षज्ञानं यद् रामस्य मनसि उत्पन्नं तत्तु श्यामस्य मनसि नास्ति. तर्हि कथं श्यामस्य अनुमानज्ञानम् उद्भवति इति एव प्रश्नः इदानीं. तदेव अस्ति परार्थानुमानम् इति. तस्य सोपानानि इदानीं पश्येम. तर्हि पठतु महोदय एतावत्पर्यन्तं. हा, वदतु महोदय. तत्र परामर्शवाक्ये सुनिल् महोदयेन उक्तं यत् व्याप्यः इति पर्वतः इति, किन्तु तदनन्तरं वयम् ईमेल् द्वारा तत्र किञ्चित् परिवर्तनं कृतवन्तः किल. व्याप्यः इत्युक्ते सर्वदा धूमः एव. सत्यं सत्यं सत्यं व्यापः व्याप्य न सः तु तत्र केवलं वह्निव्याप्यः यद्वाक्यम् आसीत् तत्र वह्निना व्याप्यः धूमवान् इति तद् तदुक्त इत्युक्ते तत्र वह्निना व्याप्यः धूमः सः धूमः पर्वते अस्ति इति वह्निव्याप्य धूमवान् पर्वतः इति एव सत्यम्. आमाम् आम. अस्तु भगिनि धन्यवादः महोदय. अतः इदानीं श्यामस्य गृहं गत्वा रामः पञ्चवाक्यानि श्यामं वदति. पर्वतः वन्यमान् धूमवत्वात् यो यो धूमवान् स वन्यमान् यथा महानसं तथा च अयं तस्मात् तथा. इदानीं एतानि वाक्यानि श्यामः रामः श्यामं प्रति वदति. प्रथमवाक्यस्य अर्थः अस्ति प्रतिज्ञावाक्यमिति. पर्वतः वन्यमान् इति प्रतिज्ञावाक्यं. द्वितीयवाक्यं धूमवत्वात् इति हेतुवाक्यम् अस्ति. उदाहरणवाक्यमस्ति यः यः धूमवान् सः सः वन्यमान् यथा महानसम्. उपनयवाक्यमस्ति तथा च अयं वन्यव्याप्य धूमवान् अयं पक्षः. निगमनवाक्यमस्ति तस्मात् तथा, तस्मात् धूमवत्वात् तथा वन्यमान् इति. अतः अग्रे तस्य विवरणमस्ति. अयं क्रमः वार्तालापरूपेण जायते इति चिन्त्यताम्. रामः पर्वतः वन्यमान् इति वदति. श्यामस्य मनसि आकाङ्क्षा भवति कुतः वन्यमान् इति अङ्गीकर्तव्यम् इति पृच्छति सः. तदा आकाङ्क्षानिवृत्त्यर्थं रामः उत्तरयति धूमवत्वात् इति. श्यामः पुनः पृच्छति धूमवत्वात् अस्ति चेत् कुतः वह्निः अङ्गीकर्तव्यः. तत्र रामः उत्तरं ददाति यः यः धूमवान् सः सः वह्निमान् यथा महानसम् इति व्याप्तिबोधकम् उदाहरणवाक्यम् एवं च प्रश्नोत्तररूपेण भवति. अत्र पञ्च वाक्यानि तस्य क्रमं कथमिति अस्ति. अत्र रामः पर्वतः वन्यमान् इति वदति, श्यामं वदति. अतः श्यामस्य मनसि आकाङ्क्षा वदति भवति अत्र कुतः वन्यमान् इति सः रामं पृच्छति. रामः उत्तरं ददाति धूमवत्वात् इति. इत्युक्ते धूमः अस्ति तत्कारणेन वह्निः अस्ति इति. श्यामः पुनः इदानीं प्रश्नं पृच्छति धूमवत्वम् अस्ति चेत् कुतः अग्निः अङ्गीकर्तव्यः. इत्युक्ते धूमः अस्ति चेत् वह्निः कुत्र अस्ति इति अथवा कुतः आगच्छति इति श्यामः पुनः पृच्छति. रामः उत्तरं पुनः उत्तरं ददाति यः यः धूमवान् सः सः वन्यमान् तथा महानसम्. यथा महानसे वयं पश्यामः यत्र धूमः वह्निः अस्ति तत्र धूमः आगच्छति इति. अतः यः धूमवान् सः वन्यमान् इति सः उत्तरं ददाति. अत्र व्याप्तिबोधकम् उदाहरणवाक्यमस्ति यः यः धूमवान् सः सः वन्यमान् यथा महानसमिति. तत्र व्याप्तिबोधकम् उदाहरणवाक्यम् इत्युक्ते किम्? यत्र हेतुः अस्ति अत्र व्याप्यं भवति तत्र व्यापकः अस्ति इति बोधं जनयति एतस्मिन् वाक्ये. आं बहु समीचीनं महोदय. इत्युक्ते तत् तदेव व्याप्तिज्ञानम् अस्ति खलु, यत्र यत्र हेतुः तत्र तत्र साध्यम् इत्युक्ते व्याप्यव्यापकभावेन वयं तत् पूर्वम् अधीतवन्तः. तर्हि तादृशज्ञानं एतेन उदाहरणवाक्येन उत्पन्नं भवति. अतः इदानीं श्यामस्य च रामस्य वार्तालापं अत्र प्रश्नोत्तररूपेण गच्छति. सत्यम्. इत्युक्ते तत्र यत् तत्र पञ्चवाक्यानि यद् दत्तानि यानि दत्तानि अत्र, तत्तु केवलं तत्र यदा अस्माकं मनसि स्वार्थानुमानस्थले यद्वयं दृष्टवन्तः तत्र तु तत् केवलम् अस्माकं मनसि तत्सर्वं अस्माकं मनसि एव तत्र चत्वारि सोपानानि अपि भवन्ति, परन्तु तद्वयं पृथक् पृथक् चिन्तयित्वा तत्र तथा साधारणतया तस्य उद्बोधकं नास्ति वस्तुतः. यद्यपि तत्र अस्माकं मनसि ज्ञानं तु तत्र तेन क्रमेण एव भवति, वयं तु तत् झटिति भवति इति कृत्वा वयं तद् न अवगच्छामः तत्र सोपानानि कानि इति वस्तुतः. परन्तु यदा परार्थानुमानं भवति तत्र अन्येन सह तत्र किञ्चित् वार्तालापं भवति खलु, तर्हि सः कोऽपि आगत्य वदति तत्र पर्वते वह्निः अस्ति इति वदति चेत् तर्हि तत्र यः पर्वतं न दृष्टवान् सः तत्र स्वाभाविकः खलु, सः झटिति पृच्छति कुतः तथा वदति किमर्थम् इति सर्वं. तदनन्तरं वयं वदामः तत्र हा पर्वते तु अहं धूमः दृष्टवान् इति, तत्र हेतुः अस्ति इति कृत्वा तथा वदामि इति. तर्हि सः पुनः पृच्छति हा तत्र धूमः अस्ति इति चेत् किमर्थं तत्र वह्निः अस्ति इति चिन्तयति इति तथा भवति. तदनन्तरं अन्ततो गत्वा तत्र हा भवतु तत्र धूम हेतुः अस्ति इति कृत्वा वह्निः भवति एव इति ज्ञानं यः पर्वतम् इदानीं न दृष्टवान् तस्य मनसि अपि आगच्छति इति कृत्वा तत्र परार्थानुमाने वयं किञ्चित् तत्र सोपानानि इतोपि किञ्चित् सम्यक्तया अवगन्तुं शक्नुमः, यतोहि तत्तु वयं तस्य अभिज्ञानम् अस्ति अस्माकं मनसि इति कृत्वा. अस्तु तर्हि अग्रे तत्र भगिनि हा केवलं चिन्तनार्थम् एतत् अहं वदामि. तत्र रामः उत्तरं ददाति यो यो धूमान् स स वह्निमान् यथा महान् असन् इति व्याप्तिबोधकम् उदाहरणवाक्यं, व्याप्तिबोधक उदाहरणवाक्यम् इति भवेत् इति अहं चिन्तयामि. व्याप्तिबोधक उदाहरणवाक्यम् इति भवति चेत् प्रायः अत्र समासः भवति खलु. आम् अत्र तु समासः नास्ति इति कृत्वा व्याप्तिबोधकम् इति उदाहरणवाक्यस्य विशेषणं. तत्र यदि एतादृशं वयं व्यवहितं कृत्वा वदामश्चेत् व्याप्तिबोधकम् उदाहरणम् उदाहरणवाक्यम् इति वदामश्चेत् तत्र यो यो धूमवान् सः सः वह्निमान् इति व्याप्तिबोधकम् इति भवति, यथा महानसम् इति उदाहरणं भवति. किन्तु उदाहरणे व्याप्यव्यापकभावः भवेत्. न न महोदय तथा क्षम्यतां तथा न भवति, यतोहि तत्र पूर्वं पश्यतु उपरि पश्यतु तत्र यो यो धूमवान् स स वह्निमान् यथा महानसम् इति उदाहरणवाक्यमस्ति, त तत्र पृथक् पृथक् नास्ति इत्युक्ते प्रथमभागः व्याप्तिबोधकं, द्वितीयभागः क्षम्यतां द्वितीयभागः उदाहरणवाक्यम् इति नास्ति, तत् सर्वम् अस्ति उदाहरणवाक्यम्, उदाहरणवाक्येन तत्र व्याप्तिज्ञानमपि भवति इति कृत्वा व्याप्तिबोधकम् उदाहरणवाक्यम् इति तत्र उदाहरणवाक्यस्य विशेषणमस्ति व्याप्तिबोधकम् इति. उदाहरणे तादृश व्याप्यव्यापकभावः भवेत्. सत्यं, तथा व्याप्यव्यापकभावः नास्ति चेत् तद् उदाहरणं न भवति खलु. आम्, अतः अहं चिन्तयामि व्याप्तिबोधक उदाहरणवाक्यम् इति भवेत् चेत् व्याप्तिबोधकम् उदाहरणस्य विशेषणं भवेत् इति अहं चिन्तयामि. उदाहरणवाक्यम् इत्यस्य विशेषणं नास्ति, किन्तु उदाहरणस्य विशेषणं. न न, यत्र यत्र धूमः तत्र तत्र वह्निः इति व्याप्तिज्ञानं वस्तुतः खलु. यत्र यत्र धूमः तत्र तत्र वह्निः इति व्याप्तिज्ञानं, तत्र उदाहरणेन तत्र महानसे तथा अस्ति इति कृत्वा तत्र उदाहरणेन प्राप्तुं शक्नुमः इति कृत्वा तद् उदाहरणवाक्यम् अस्ति. इत्युक्ते यत्र यत्र धूमः तत्र तत्र वह्निः यथा महानसम् इति यत् वाक्यमस्ति उदाहरणवाक्यं, तेन व्याप्तिज्ञानं प्राप्तुं शक्नुमः इति कृत्वा व्याप्तिबोधकम् उदाहरणवाक्यम् इत्युक्ते वाक्यमयम् उदाहरण तत्र उदाहरणवाक्यम् इति अहं चिन्तयामि. तत्र तत्र उदाहरणम् इति प्रायः पारिभाषिकविषयः इति अपि चिन्तयामि महोदय. इत्युक्ते उदाहरणवाक्यम् इति उदाहरणम् इति यथा महानसम् इति एव उदाहरणम् इति नास्ति, तद् वाक्यमेव. इत्युक्ते तत्र तादृशशैली अस्ति इति चिन्तयामि तत्र न्याये. तर्हि उदाहरणवाक्यमस्ति यत्र यत्र हेतुः तत्र तत्र साध्यम् इति, तद् उदाहरणवाक्यस्य विशेषणमस्ति व्याप्तिबोधकम् इति. अहं चिन्तयामि अस्मिन् वाक्ये व्याप्तिबोधक उदाहरणं दत्तमस्ति इति. न, तदेव वदामि महोदय. तत्र उदाहरणं हा इत्युक्ते उदाहरणमेव वाक्यमस्ति खलु. इत्युक्ते उदाहरणम् इति तत्र पञ्च सोपानानि यत् सन्ति यद् वयं दृष्टवन्तः, तत्र उदाहरणम् इति एकं, तत्र प्रतिज्ञा इति एकं, हेतुः इति एकम् उदाहरणं. तत्र वाक्यं वाक्यम् इति सर्वत्र दत्तमस्ति, परन्तु तत्र उदाहरणम् इति एकं, हेतुः इति एकम्, उपनयन इति एकम् इति तथा अन्ततो गत्वा निगमनम् इति अपि भवति. तर्हि तत् उदाहरणम् इति अत्र किञ्चित् पारिभाषिकविषयः. तत्र तेन उदाहरणेन अथवा उदाहरणवाक्येन व्याप्तिज्ञानं भवति इत्येव. उदाहरणवाक्यम् इत्यस्य विग्रहवाक्यं किम् इति भवत्याः चिन्तनम्? अहं चिन्तयामि अत्र कर्मधारयसमासः इति वाक्यम् उदाहरणम् इति प्रायः तत्रापि विशेषणविशेष्यभावः इत्येव. तदा नास्ति इति मम चिन्तनम्. अहं चिन्तयामि उदाहरणस्य व्याप्तिबोधक उदाहरणस्य वाक्यम्. न, वाक्यम् अयम् उदाहरणम् इति स्यात् खलु इति अपि वक्तुं शक्नुमः. तर्हि तत्र वाक्यम् अयम् उदाहरणम् इति तत्र इत्युक्ते उदाहरणं न भवति किल? न, इत्युक्ते तत्र यस्मिन् उदाहरणे व्याप्यव्यापकभावः. न न, इदानीं व्याप्यव्यापकभावः इति पृथक् स्थापयतु, केवलम् उदाहरणवाक्यम् इति चिन्तयामः. तदेव तदेव अहं वदामि. तत्रैव मम क्लेशः अस्ति भगिनि. यदा चिन्तयतु एवं, यो यो धूमवान् सः सः वह्निमान् यथा आकाशः इति अहं वदामश्चेत् तत्र यथा आकाशः इति उदाहरणमस्ति, किन्तु आकाशे तादृश व्याप्यव्यापकभावः नास्ति इति. महोदय, तदर्थमेव अहं पुनः पुनः वदामि. अत्र उदाहरणम् इति तत्र लौकिक उदाहरणम् इति अर्थे नास्ति. तद् वाक्यं सर्वं मिलित्वा उदाहरणम् इति भवति. तत्र तत्र तदर्थमेव अहम् आरम्भे उक्तवती, यो यो धूमवान् स स वह्निमान् इति व्याप्तिज्ञानं यथा महानसम् इति उदाहरणम् इति नास्ति तत्र. तत्र तादृशपृथक् अथवा खण्डनं कर्तुं न शक्नुमः. अत्र यो यो धूमवान् स स वह्निमान् यथा महानसम् इति उदाहरणमस्ति. तत्सर्वं तद् उदाहरणेन व्याप्तिज्ञानं भवति इति कृत्वा तद् उदाहरणम् अस्ति व्याप्तिबोधकम्. इत्युक्ते यो यो धूमवान् स स वह्निमान् यथा आकाशः इति उदाहरणवाक्यमेव न भवति इति कृत्वा प्रथमभागे व्याप्तिः अस्ति, द्वितीयभागे उदाहरणं सम्यक् नास्ति इति वक्तुं न शक्नुमः. तत्सर्वं मिलित्वा एव उदाहरणम् इति भवति. आम् आम् अस्तु भगिनि. इदानीं सम्यक् वा इत्युक्ते भवतः इदानीमपि मम चिन्तनम् अस्ति व्याप्तिबोधक उदाहरणवाक्यम् इत्येव भवेत्, व्याप्तिबोधकम् उदाहरणवाक्यम् इति ददामश्चेत् तत्र किमर्थम् इत्युक्ते व्याप्तिबोधकम् इति उदाहरणस्य विशेषणम् इति कृत्वा. हा अत्र तु हा तत्र उदाहरणम् उदाहरणवाक्यम् इति समानम् इति चिन्तयतु, तदेव अस्ति अत्र वस्तुतः तद्वाक्यम् इति तत्र अस्तु एतत् कुर्मः महोदय, किञ्चित् अग्रे पठेम अनन्तरं तत्र आगच्छामः, यतोहि अग्रिम परिच्छेदे एव तत्र सोपानानि दत्तानि, तर्हि तत् पश्यामः चेत् किञ्चित् इतोपि सम्यक् भवेत् इति अहं चिन्तयामि. अस्तु तर्हि पुष्पा भगिनी भवती पठति वा अग्रे किञ्चित्. भगिनि पराकाशमानस्य अव्ययव्याप्तिस्थले पक्षः एकनिमिष भगिनि साध्यवान् इत्यस्य प्रदर्शनार्थम् एते पञ्च अवयवाः भवन्ति. प्रतिज्ञा एकक्षणम् उदाहरणः इति नास्ति अत्र, विसर्गः कुत्र अस्ति? हा न पृथक् मा करोतु, तत्र मिलित्वा एव पठतु. प्रतिज्ञाहेतुदाहरणोपनयनि गमनानि पञ्चावयवाः इति तर्कसङ्ग्रहवाक्यम् पर्वतः वह्निमान् धूमवत्वात् यो यो धूमवान् स स वह्निमान् यथा महानसं तथा च अयं नाम वह्निव्याप्य धूमवान् अयं पर्वतः तस्मात् धूमवत्वात् अयं पर्वतः तथा वह्निमान् इति एक पदं नाम सम्यक् जानामि, महानसं तत्तु न जानामि. विवरणं कुर्मः चेत् परार्थम् अनुमानस्य अन्वयव्याप्तिस्थले तत्तु तत्र कथं साधनं करोति इति उदाहरणं दीयते. तत्तु एक तर्कसङ्ग्रहवाक्यं तु दत्तं पञ्च अवयवाः ते वाक्यान् इदानीं पठावः तत्तु प्रतिज्ञा हेतु उदाहरण उपनय निगमनानि पञ्चावयावः इति तर्कसङ्ग्रहवाक्यम् अस्ति. तत्तु पर्वतः वाहिनिमान् तथैव धूमवत्. एकक्षणं, तत्र पर्वतः वह्निमान् धूमवत्वात् एतत् सर्वं किम्, एतत् सर्वं किम् इति अवगच्छति वा? तत्र तयोः उदाहरणवाक्यानि सर्वाणि वाक्यानि उदाहरणवाक्यानि वा अत्र? न, अत्र तत्तु यः यः धूममान् सः सः वह्निमान् तथा महानसं, तत्तु उदाहरणवाक्यम्. अस्तु, तर्हि अन्यत् सर्वं किं तर्हि तत्र किमर्थं तत् सर्वं तत्र पर्वतो वह्निमा धूमवत्वात् इति सर्वं दत्तमस्ति अत्र? अत्र पर्वतः वह्निमान् इति प्रतिज्ञावाक्यं तत् ज्ञायते, तत्तु एतत् वदति. हेतुवाक्यं तु धूमवत्वात् वह्निमान् पर्वतः. न न न, तत्र पर्वतः ध्वनिमान् इति न आगतं खलु, तर्हि तत्र केवलं पर्वतः वह्निमान् इति प्रथमं वाक्यं, प्रतिज्ञावाक्यं, प्रतिज्ञा एव अस्ति. द्वितीयं हेतुः अस्ति धूमवत्वात् इति एव केवलं. तत्तु तृतीयवाक्यम् उदाहरणवाक्यं, यः यः धूमवान् सः वह्निमान् यथा महानसं, तत्पदं न जानामि. महानसम् इत्युक्ते पाकशाला भगिनि, तावदेव. पाकशाला, अस्तु अस्तु. उपनयवाक्यं तथा च अयं वह्निव्याप्य धूमवान् अयं पक्षः. अस्तु, तत् पर्वतं वह्निमान्. निगमन वाक्यं तस्मात् धूमवत्वात् तथा वह्निमान् अयं पर्वतः तथा वह्निमान् इति. अस्तु, तत्र इदानीं प्रथम पदं तत्र अस्ति अन्वयव्याप्तिस्थले इति प्रथमवाक्ये अस्ति खलु. इत्युक्ते इदानीं वयं अन्वयव्याप्तिप्रसङ्गे एव स्मः. अन्वयव्याप्तिः इत्युक्ते यत्र यत्र धूमः तत्र तत्र वह्निः, इत्युक्ते यत्र यत्र हेतुः तत्र तत्र साध्यम् इति वयम् आरम्भे दृष्टवन्तः. तत्र अन्वयव्याप्ति इति यदा तत् अस्ति अत्र तत्र द्विविधम् अस्ति इति अपि वयं दृष्टवन्तः, स्वार्थानुमानं परार्थानुमानम् इति. तत्र स्वार्थानुमानम् इत्यस्य प्रसङ्गे एव तत्र चत्वारि सोपानानि सन्ति. इदानीं परार्थ अनुमाने तु तत्र पञ्चसोपानानि अथवा पञ्च अवयवाः. प्रतिज्ञा इति प्रथम अवयवः. प्रतिज्ञा इत्युक्ते पर्वतः वह्निमान् इति यदा यः पर्वतं दृष्टवान् सः आगत्य पर्वतः वह्निमान् इति वदति चेत् तदस्ति प्रतिज्ञा. तदनन्तरं हेतुः वदति सः धूमवत्वात्, अहम् अहो अहं धूमं दृष्टवान् तर्हि तदर्थमेव तत्र पर्वतः वह्निमान् इति पूर्वं तत्र उक्तवान् इति सः वदति. इदानीं हेतुः अस्ति धूमवत्वात् इति. तदनन्तरं सः वदति अस्तु, यत्र यत्र पूर्वं मया यत्र यत्र धूमः दृष्टः तत्र तत्र वह्निः आसीत् इति कृत्वा, यथा पाकशालायाम् अहं तथा दृष्टवान् इति कृत्वा वदामि इति सः यदा वदति तदस्ति उदाहरणम् इति तृतीय सोपानम्. तदनन्तरं सः वदति तथा इत्युक्ते यथा मया पूर्वं दृष्टं तथा अस्ति अयं पर्वतः अपि, तर्हि अयं पर्वतः अपि इदानीं वह्निव्याप्य धूमवान् अस्ति इति. तदनन्तरं सः तत्र पर्यवसति, इत्युक्ते निगमनम् अस्ति तत्र. तस्मात् तथा इत्युक्ते तथा तत्र वह्निव्याप्य धूमवान् अयं पक्षः इति अस्ति इति कृत्वा, अत्रापि पर्वतः तथा अस्ति इत्युक्ते धूमवत्वात् तत्र पर्वतः वह्निमान् अस्ति इति सः वदति इति. तत्र पञ्च अवयवाः सन्ति परार्थ अनुमानप्रसङ्गे. इति स्पष्टं वा? पञ्चावयवाः के के इति अस्तु. तर्हि शुकलमहोदय, इदानीं तत्र किञ्चित् सम्यक् अस्ति वा? इत्युक्ते उदाहरणम् इति तत्र एकः अवयवः वस्तुतः परार्थ अनुमानप्रसङ्गे तत्र उदाहरणवाक्यम् इति महोदयेन तत्र वाक्यमिति स्थापितं, परन्तु तत्र वाक्यम् इत्यस्य विषयः नास्ति, उदाहरणम् इत्यस्य एव तत्र पारिभाषिकत्वेन तस्य एव महत्त्वम् इति मम अवगमनम्. उदाहरणं बोधयति वाक्यम् इति. हा, कीदृश उदाहरणम् इत्युक्ते यस्मिन् व्याप्यव्यापकभावः अस्ति तादृश उदाहरणं बोधयति. सत्यं. हा, तदर्थमेव अहं तत्र कर्मधारे समासः इति चिन्तितवती. इत्युक्ते उदाहरणस्य वाक्यम् इति न, वाक्यम् उदाहरणं बोधयति इति इत्यर्थे एव अयं वाक्यम् उदाहरणम् अस्ति इति इत्यर्थे. तर्हि परन्तु समासविषये तावत् अधिकम् अपि अहं न जानामि इति कृत्वा तत्र दोषः अपि स्यात्. अस्तु महोदय, धन्यवादः. तर्हि हां, भवान् एव अग्रे पठतु महोदय तत्र एषु पञ्चषु वाक्येषु. येषु पञ्चसु वाक्येषु प्रथमत्रीणि वाक्यानि सैद्धान्तिकानि न तु प्रकृतपर्वतप्रासङ्गिकानि. नाम यदा कोऽपि कमपि सूचयति पर्वतो वह्निमान् इति, श्रोता तदा पृच्छति कथं ज्ञायते, तदा उत्तरम् आयाति धूमवत्वात्. तदा कथं धूमवत्वम् इत्यस्मात् वह्निमत्वम्, तदा यो यो धूमवान् सः स वह्निमान् यथा महानसम्. एतावत्पर्यन्तं सिद्धान्तः एव. तावत्पर्यन्तम् अहं वदामि भगिनि. प्रथमं परार्थ अनुमानस्थले अपि च अन्वयव्याप्तिस्थले पञ्च अवयवाः सन्ति इति पूर्वस्मिन् परिच्छेदे अस्माभिः दृष्टं. तत्र प्रथमत्रीणि वाक्यानि सैद्धान्तिकानि इत्युक्त्वा सिद्धान्तविषयः एव. इदानीं प्रकृतविषयम् इत्युक्ते पर्वते वह्निः अस्ति इति प्रकृतविषयः, किन्तु तद् बोधनार्थम् एते त्रीणि वाक्यानि केवलं सोपानरूपेण एव उपयोगं भवतु, किन्तु साक्षात् एते त्रीणि वाक्यैः पर्वतः पर्वते वह्निः अस्ति इति न ज्ञातुं शक्यते. केवलम् एते वाक्यानि सैद्धान्तिकानि इति उक्तमस्ति. कथम् इत्युक्ते कोऽपि वदति अन्यस्य कृते पर्वतो वह्निमान् इति, सः प्रायः स्वार्थ अनुमानं कृत्वा अनुमितिः तस्मिन् जायते पर्वतः वह्निमान् इति. तादृश अनुमितिः अन्य कोऽपि अन्यस्य कोऽपि वदति पर्वतो वह्निमान् इति, तदेव प्रतिज्ञावाक्यम् इति प्रथमसोपानं भवति. यद्यपि प्रायः शब्दप्रमाणः इति अङ्गीकुर्मश्चेत् पर्वतः वह्निमान् इति तस्य ज्ञानं जातुमर्हति, किन्तु अत्र तादृशं न स्वीकृतं. पर्वतः वह्निमान् इति कोऽपि वदति चेत् श्रोता पृच्छति कथं ज्ञायते इति, इत्युक्ते तस्मिन् वा तस्य किं वदामि, श्रद्धा नास्ति. पर्वतः वह्निमान् इति वदति चेत् कथं ज्ञायते इति श्रोता पृच्छति. सत्यं, तत्र आप्तपुरुषः अस्ति चेत् तथा वक्तुं शक्नुमः, परन्तु इदानीं प्रायः एषः आप्तपुरुषः नास्ति इति कृत्वा पृच्छति. कथं ज्ञायते इति. अतः द्वितीयवाक्यं वक्ता वदति धूमवत्वात् इति. एतदेव द्वितीयसोपानं हेतुवाक्यम् इति धूमवत्वात् इति सः वदति. पर्वते धूमः अस्ति इति कृत्वा मया उक्तं पर्वतो वह्निमान् इति सः वदति. पुनः श्रोता पृच्छति धूमवत्वम् अस्ति चेत् तत् वस्तुतः क्षम्यता महोदय, वस्तुतः धूमवत्वात् इति यदा सः वदति तदेव अत्र सैद्धान्तिकानि इति दत्तमस्ति खलु. यतोहि धूमवत्वात् इति यदा सः वदति सः केवलं वदति धूमः अस्ति चेत् अत्र वह्निः अस्ति इति अर्थे एव. इत्युक्ते तत्र धूमवत्वम् अस्ति इति कृत्वा वह्निः अस्ति इति तत्र कारणं वदति. परन्तु अयं पक्षे धूमः अस्ति इति सः तावत्पर्यन्तं न वदति. तत्र वस्तुतः तत्तु चतुर्थसोपाने एव भवति. किन्तु प्रथमवाक्यं पश्यतु, पर्वतो वह्निमान् इति उक्तवान् किल. सत्यं तत्र पक्षः साक्षात् तेन उक्तः. पक्षः तेन सत्यं पक्षः उक्तः, परन्तु वह्निमान् इति धूमः अस्ति इति कृत्वा वह्निः अस्ति इति वदामि इति सः वदति. परन्तु तथा च अयम् इति यदा सः वदति तदा एव सः वदति अस्मिन् पक्षे धूमः अस्ति इति कृत्वा अहं तथा वदामि इति. तत्र इत्युक्ते तत्र तस्य मेलनं, द्वयोः मेलनं इत्युक्ते तत्तु चतुर्थसोपाने एव भवति. आम्, प्रथमसोपाने सः सूचयति पर्वतो वह्निमान् इति. श्रोता पृच्छति कथं ज्ञायते इति, तदा उत्तरं ददाति धूमवत्वात् इति सः वदति. धूमवत्वात् इत्युक्ते हरि ओम्, अस्तु शुकनं महोदय. हा, प्रायः खण्डनम् अभवत् स्यात्. अस्तु सुनील् महोदय, भवान् अग्रे वदति वा? अहं प्रयत्नं करोमि. तत्र क्षम्यतां भगिनि, मम पार्श्वे विद्युत् खण्डितः अभवत् अतः. अस्तु महोदय. पर्वतो वह्निमान् इति प्रथमसोपानं प्रतिज्ञावाक्यरूपेण. श्रोता पृच्छति कथं ज्ञायते इति, उत्तरं वक्ता दास्यति धूमवत्वात् इति. पुनः श्रोता पृच्छति कथं धूमवत्वेन वह्निमत्वं किमर्थम् इत्युक्ते प्रतिज्ञावाक्ये सः उक्तवान् पर्वतो वह्निमान् इति. किन्तु तस्य हेतुः धूमवत्वात् इति वदति. श्रोता पृच्छति धूमवत्वम् अस्ति चेत् वह्निमत्वं भवेत् इति कथं ज्ञायते इति सः पृच्छति. इदानीं वक्ता वदति तृतीयवाक्यम्, उदाहरणवाक्यं वदति. यो यो धूमवान् स स वह्निमान् यथा महानसम् इति. महानसे तत्र धूमवह्न्योः मध्ये व्याप्यव्यापकभावः अस्ति इति तस्य उदाहरणं ददाति. एतावत्पर्यन्तं सिद्धान्तः एव इति पर्यवसति. तृतीयेन च व्याप्तिज्ञानं जायते. तृतीयेन च इत्युक्ते तृतीयवाक्येन इत्युक्ते उदाहरणवाक्येन व्याप्तिज्ञानं जायते. कस्मिन् व्याप्तिज्ञानं जायते इत्युक्ते श्रोता पित्रे श्रोत्रे प्रायः श्रोत्रे व्याप्तिज्ञानं जायते. तदनन्तरं तदा रामः वदति तथा च अयम् इत्युक्ते अस्मिन् पर्वते धूमः अस्ति, अत्र एव पक्षधर्मताज्ञानम् उत्पद्यते श्यामस्य आत्मनि, तस्मात् पूर्वं न, अग्रे तस्मात् तथा इति पञ्चमवाक्यस्य कथनान्तरमेव श्यामस्य आत्मनि परामर्शः तदा अनुमितिः जायते। तृतीयसोपाने एव श्रोत्रे व्याप्तिज्ञानं जायते, व्याप्तिज्ञानम् इत्युक्ते धूमः अपि च वह्न्योः मध्ये व्याप्यव्यापकभावः अस्ति इति ज्ञानं श्रोत्रे जायते तृतीयसोपाने। एकक्षणं महोदय, तत्र श्रोत्रे इति कस्यां विभक्त्यां महोदयः वदति? तत्र सप्तमी। हा, तत्र श्रोतरी खलु, पितरी इव? ओ, पितरी, पितरी, हा, श्रोतरी, क्षम्यताम्। आमां, श्रोतरी जायते, व्याप्तिज्ञानं जायते। कीदृशव्याप्तिज्ञानम् इत्युक्ते धूमवन्योः मध्ये व्याप्यव्यापकभावः अस्ति इति व्याप्तिज्ञानम्। यत्र यत्र धूमः तत्र तत्र वह्निः इति व्याप्तिज्ञानं श्रोतरि जायते। तदा रामः वदति तथा च अयम् इत्युक्ते अस्मिन् पर्वते धूमः अस्ति, यथा महानसे आसीत् तादृशम् अस्मिन् पर्वते अपि धूमः अस्ति इति रामः वदति। तदेव चतुर्थ सोपानं भवति। इदानीमेव प्रकृतपर्वत प्रासङ्गिकविषये वयम् आगतवन्तः। अत्र एव पक्षधर्मताज्ञानम् उत्पद्यते श्यामस्य आत्मनि, इत्युक्ते इदानीं श्रोतरी ज्ञानं जायते पर्वते धूमः अस्ति इति। किमर्थमित्युक्ते प्रतिज्ञावाक्ये प्रथमसोपाने पर्वतो वह्निमान् इति एव दत्तमस्ति, पर्वतः धूमवान् इति न दत्तमस्ति इति कृत्वा चतुर्थसोपाने एव पक्षधर्मताज्ञानं श्रोतरि जायते, तस्मात् पूर्वं न, अग्रे तस्मात् तथा इति पञ्चमवाक्यस्य कथनान्तरमेव श्यामस्य आत्मनि परामर्शः जायते। कीदृश परामर्शः इत्युक्ते वह्नि व्याप्य धूमवान् पर्वतः इति साध्यव्याप्यहेतु हेतुमान् पक्षः इति परामर्शज्ञानं जायते। यदा परामर्शज्ञानं जायते श्रोतरि अपि अनुमितिः जायते। श्रोतरि अनुमितिः जायते वा केवलं ज्ञानं जायते वा? अनुमितिः इति ज्ञानम् अनुमानं करोति। हा हा हा, इदानीं तदेव परार्थ अनुमानमेव खलु? तर्हि आमाम् आमाम् आमाम् आम्, शाब्दज्ञानं न। हा, शाब्दज्ञानं न, शाब्दज्ञानम् अस्ति चेत् तत्र प्रथमवाक्ये एव समाप्तं भवति खलु? तत्र सोपानस्य पञ्चसोपानस्य आवश्यकता नास्ति नास्ति नास्ति। आम्, तदा यदि यदा वक्ता सोपानचतुष्टयं तत्र अस्मिन् पर्वते तथा च अयम् इति वदति चेत् इदानीं अनुमानं कर्तुं यानि यन्त्राणि आवश्यकानि तानि सर्वाणि श्रोतरि अस्ति इति कृत्वा सः अनुमातुं शक्यते। तेन अनुमानज्ञानं प्राप्तुं शक्यते इति चेत् भगिनी तत्र निगमनवाक्यस्य आवश्यकता किम्? तस्मात् तथा इति, ओ, तस्मात् तथा इति वदनान्तरमेव अनुमितिः जायते। सत्यं, हा हा हा हा, चतुर्थसोपाने तथा च अयम् इति वदति. तस्मात् तथा इति यदा पञ्चमसोपाने वदति चेत् तदा एव यन्त्राणि पूरितानि. ततः स्वयं श्रोता अनुमातुम् अनुमानं कर्तुं शक्यते, तेन अनुमानज्ञानं प्राप्तुं शक्यते. वह्निव्याप्य धूमवान् पर्वतः इति अनुमानेन सह ज्ञातुं शक्यते. तत्र वस्तुतः अस्मिन् मतभेदः वर्तते. केचन वदन्ति यत् उपनयवाक्यं धूमवान् अयम् इत्येव भवति, अन्ये वदति यत् वह्निव्याप्य धूमवान् अयम् इति भवति इति. तयोः मध्ये मतभेदः अस्ति. मतभेदः किम् इत्युक्ते धूमवान् अयम् इति एकस्मिन् पक्षे वदति, वह्निव्याप्य धूमवान् अयम् इति तत्र व्याप्यव्यापकभावः भावम् उक्त्वा योजयित्वा वदति. तस्य आवश्यकता किम् आवश्यकता नास्ति इति मम चिन्तनम्. प्रायः तदर्थमेव मतभेदः अस्ति. सत्यं सत्यं तदेव. अपि च प्रायः अस्माकं कृते इदानीं तस्य महत्त्वं तावत् अधिकं नास्ति इति चिन्तयामि. लैक् केवलं तत्र ज्ञानार्थं तत्र मतभेदः वर्तते इति ज्ञानार्थमेव अत्र दत्तमस्ति, परन्तु तत्र प्रायः अधिकम् अवधेयं न आवश्यकम् इति अहं चिन्तयामि. हा बहु सम्यक् महोदय, परन्तु तत्र पञ्च सोपानानि बहु सम्यक्तया उक्तवान्. तर्हि एतत् सर्वं स्पष्टं खलु? तत्र प्रश्नः अस्ति वा? अस्तु, तर्हि सुनील् महोदय किञ्चित् सारांशत्वेन तत् उक्त्वा अग्रे पठति वा? वदामि. अत्र परार्थानुमानस्थले कश्चन प्रत्यक्षे किमपि पश्यति, तद् अन्यं वदति यः तद् न दृष्टवान्. अतः यः पश्यति सः तत्र पञ्चवाक्यानि वदति. प्रथमवाक्यमस्ति प्रतिज्ञावाक्यमिति, द्वितीयवाक्यं हेतुवाक्यम् इत्युक्ते हेतुः कः इति उक्त्वा सः वदति. तृतीयवाक्यमस्ति उदाहरणवाक्यमिति. तत्र अन्यत् किमपि यः शृणोति सः पूर्वं दृष्टवान्, तद् सूचयित्वा अत्र उदाहरणवाक्यं वदति. अत्र यः यः धूमवान् सः वन्यमान् यथा महानसमिति तादृशं. चतुर्थवाक्यमस्ति उपनयवाक्यमिति. तत्र वह्निव्याप्य धूमवान् अयं पक्षः इति अस्ति. पञ्चमवाक्यमस्ति निगमनवाक्यमिति. अतः तत्र तस्मात् तथा इति यदि सः वदति. तद् पञ्चवाक्यानि श्रुत्वा श्रोतुः मनसि अत्र पर्वतः वन्यमान् इति अनुमानवाक्यम् अत्र दृढं भवति. अतः तत्र मनसि अनुमानं सः अपि अनुमानं करोति. अग्रे अतः परार्थानुमाने अपि इमानि चत्वारि ज्ञानानि भवन्ति यानि स्वार्थानुमाने दृष्टानि. पक्षधर्मदाज्ञानं प्रत्यक्षात्मकमेव भवति इति नास्ति. हेतुः पक्षे अस्ति इति ज्ञानं पक्षधर्मदाज्ञानम्. रामः पर्वते धूमं दृष्ट्वा प्रत्यक्षप्रमाणेन जानाति पर्वतः धूमवान्. श्यामः तथा च अयम् इति श्रुत्वा जानाति यत् पर्वतः धूमवान्. उभयत्र पक्षधर्मता ज्ञानम्. रामस्य आत्मनि चत्वारि ज्ञानानि उत्पद्यन्ते, स स्वार्थानुमानेन श्यामस्य आत्मनि इमानि एव चत्वारि ज्ञानानि उत्पद्यन्ते किन्तु परार्थानुमानेन. अत्र परार्थानुमाने अपि तत् चत्वारि वा ज्ञानानि भवन्ति. वयम् अत्र स्वार्थानुमाने दृष्टवन्तः तादृशानि चत्वारि वा ज्ञानानि परार्थानुमाने अपि भवन्ति इति. तत्र पक्षधर्मताज्ञानम् आसीत् प्रथमं. तद् प्रत्यक्षात्मकमेव भवति इति नास्ति. अतः पूर्वं वयं दृष्टवन्तः रामः पर्वतं पश्यति, अतः तत्र प्रत्यक्षज्ञानमिति आसीत्. अतः अत्र पक्षधर्मताज्ञानमिति स्वार्थानुमाने अपि स्वार्थानुमाने च परार्थानुमाने भवति इति, प्रत्यक्षं न आवश्यकमिति. हेतुः पक्षे अस्ति इति ज्ञानं पक्षधर्मताज्ञानं. रामः पर्वते धूमं दृष्ट्वा प्रत्यक्षप्रमाणेन जानाति यत् पर्वतः धूमवान्. श्यामः तथा च अयमिति श्रुत्वा जानाति यत् पर्वतः धूमवान्. उभयत्र पक्षधर्मता ज्ञानमस्ति. अत्र तदेव उदाहरणं, रामः प्रत्यक्षे रामस्य मनसि प्रत्यक्षज्ञानं भवति यदा पर्वते धूमं दृष्ट्वा. श्यामस्य मनसि अपि पक्षधर्मता ज्ञानं भवति यदा श्यामस्य विवरणं श्रुत्वा. अतः उभयत्रापि पक्षधर्मता ज्ञानम् इति अस्ति. रामस्य आत्मनि चत्वारि ज्ञानानि उत्पद्यन्ते स्वार्थानुमानेन, श्यामस्य आत्मनि इमानि एव चत्वारि ज्ञानानि उत्पद्यन्ते किन्तु परार्थानुमानेन. अत्र परार्थानुमाने अपि चत्वारि ज्ञानानि भवन्ति यथा स्वार्थानुमाने, परन्तु एवं परार्थानुमाने श्रुत्वा भवन्ति, स्वार्थानुमाने प्रत्यक्षे भवन्ति. बहु सम्यक् महोदय. तर्हि अग्रे पुष्पा भगिनी पठति वा. तत्पूर्वं किञ्चित् चिन्तनम् अत्र निगमनवाक्यं वदति चेत्, तस्मात् तथा इति वदति चेत् अनुमानस्य श्रोतुः अनुमानस्य का आवश्यकता? प्रथमवाक्ये वक्ता वदति पर्वतो वन्यमान् इति, किन्तु तस्मिन् श्रद्धा नास्ति इति कृत्वा कथं ज्ञायते इति सः पृच्छति. धूमवत्वात् इति वदति, तदनन्तरं यो यो धूमवान् सः सः वन्यमान्, तथा च अयम् इति तावत्पर्यन्तं वदति चेत् तदनन्तरं श्रोता अनुमातुं कर्तुं शक्यते. किन्तु तस्मात् तथा इति वदति चेत् तदनन्तरमपि अनुमानं किमर्थं? तस्य शाब्दज्ञानं श्रद्धा भवितुम् अर्हति किल? न, तत्र पूर्वमपि वयं दृष्टवन्तः खलु, तत्र स्वार्थानुमाने अपि तत्र परामर्शः इति साध्यव्याप्यहेतुमान् पक्षः इत्युक्ते वह्निव्याप्य धूमवान् पर्वतः, तदनन्तरं वह्निमान् पर्वतः वह्निमान् इति अन्ततो गत्वा तत् अनुमानज्ञानम् अभवत् खलु. तद्वत् अत्रापि चतुर्थसोपाने सः वदति केवलं यत् तत्र अस्मिन् पर्वते धूमः अस्ति इत्येव, इत्युक्ते वह्निव्याप्य धूमवान् अस्ति अयं पर्वतः इति सः वदति. तदनन्तरं तत्र कथं वदामः, तत्र कनेक्टिङ्ग् द डाट्स् इव, तत्र वह्निव्याप्य धूमवान् अस्ति अयं पर्वतः, धूमवत्वात् अयं पर्वतः वह्निमान् इति सः वदति. इत्युक्ते यदा सः तथा वदति तस्मिन् समये तदनन्तरम् अथवा श्यामस्य मनसि तत्र इत्युक्ते ज्ञानं तु मनसि आत्मनि एव भवति खलु, तर्हि यत्किमपि रामः वदतु परन्तु तत्र श्यामस्य आत्मनि एव ज्ञानम् उत्पन्नं भवति. तर्हि पञ्चवाक्यस्य अनन्तरं तत्र श्यामस्य मनसि इदानीम् अनुमितिः जायते यत् अहो पर्वतः वह्निमान् इति. इत्युक्ते धूमवत्वात् अयं पर्वतः वह्निमान् इति सः तत्र वस्तुतः पर्यवसति तावदेव. इत्युक्ते तत्र प्रथमं चतुर्थवाक्ये सः वदति पक्षे धूमः अस्ति, धूमवत्वात् अहं वदामि तत्र पर्वतः वह्निमान् इति यदा सः वदति तदा श्यामस्य मनसि तत्र क्षम्यताम् आत्मनि तत्र अनुमितिज्ञानं भवति. हा तत्रैव आत्मनि श्यामस्य आत्मनि एव ज्ञानं भवेत् अस्मिन् विषये किमपि चर्चा नास्ति. किन्तु चतुर्थसोपाने रामः स्थगयति तावदेव वदति चेत् धूमवान् प्रथमं किं वदति पर्वतो वह्निमान् इति, द्वितीयवाक्यं धूमवत्वात् इति, तृतीयवाक्यं यो यो धूमवान् स वह्निमान् यथा महानसम् इति, चतुर्थवाक्यं वदति धूमवान् अयं. तावत्पर्यन्तं वदति चेत् यानि यन्त्राणि आवश्यकानि अनुमानाय तानि सर्वाणि तत्र अस्मिन् इति कृत्वा श्यामः तस्मिन् मनसि विचिन्त्य स्वार्थ अनुमानविषये कथं सोपानानि भवन्ति तादृशं सः चिन्त्य पर्वतः वह्निमान् इति ज्ञानं प्राप्नोति चेत् तद् अनुमानज्ञानं भवति. न न न एकक्षणं महोदय, तत्र स्वार्थ अनुमानम् इति प्रसङ्गः न भवति खलु. इत्युक्ते यत्किमपि तत्र रामः वदतु तत्र श्यामस्य आत्मनीयज्ञानम् उत्पद्यते, तत् स्वार्थ अनुमानेन न भवति. पञ्चवाक्यस्य अनन्तरमपि यद् ज्ञानम् उत्पन्नं भवति तत् परार्थानुमानेनैव भवति, न तु स्वार्थानुमानेन. यतोहि सः साक्षात् पर्वतं न दृष्टवान्. पक्षधर्मता ज्ञानम् उत्पन्नं भवति तस्मिन् मनसि, क्षम्यतां तस्मिन् आत्मनि, परन्तु पक्षः तु सः साक्षात् न दृष्टः तेन. किन्तु तदेव यत् परिच्छेदः प्रत्यक्षात्मकमेव भवेत् इति नास्ति. हा पक्षधर्मता ज्ञानं, हा हा तदेव अहमपि तदेव उक्तवती खलु. इत्युक्ते पक्षधर्मता ज्ञानं तस्य आत्मनि उद्भवति एव, परन्तु पक्षधर्मता ज्ञानं परार्थानुमानेनैव भवति, न तु स्वार्थानुमानेन. हा पक्षधर्मता ज्ञानं, तत्र पक्षधर्मता ज्ञानम् अनुमानेन कथं भवति? पक्षधर्मता इत्युक्ते पर्वते धूमः अस्ति तावदेव, पर्वते न न इत्युक्ते परार्थानुमाने इत्युक्ते अहं किम् उक्तवती मम अस्तु मम कथनस्य आशः एवं यत् तत्र यदा रामः इदानीं वदति तत्र चतुर्थसोपाने यदा सः वदति तथा च अयम् इति, तेन एव तस्य मनसि पक्षधर्मता ज्ञानं भवति. इत्युक्ते स्वार्थानुमाने यानि सोपानानि सन्ति तैः सोपानैः अनुमितिज्ञानम् इति अनुमानं न भवति श्यामस्य मनसि आत्मनि. किन्तु तत्रैव मम विरोधः अस्ति. इदानीं पश्यतु, अत्र एकक्षणं महोदय, अत्र अन्तिमवाक्यं पश्यतु तस्मिन् परिच्छेदे एव. रामस्य आत्मनि चत्वारि ज्ञानानि उत्पद्यन्ते स्वार्थानुमानेन, श्यामस्य आत्मनि इमानि एव चत्वारि ज्ञानानि उत्पद्यन्ते किन्तु परार्थ अनुमानेन. इत्युक्ते ज्ञानं तु अन्ततो गत्वा समानज्ञानम् समानज्ञानस्य उत्पादनं तु भवति एव, परन्तु अनुमानमार्गः भिन्नः. एकस्य स्वार्थानुमानमार्गेण भवति, अन्यस्य परार्थानुमानमार्गेण भवति. इति भेदः अस्ति अन्ततो गत्वा. यतोहि सः साक्षात् न दृष्टः खलु, तर्हि तस्य ज्ञानस्य मार्गः नितरां भिन्नः एव भवति. अस्तु. किन्तु किञ्चित् मम पूर्वप्रश्नः किम् आसीत् इत्युक्ते, पञ्चमवाक्यस्य यदा पञ्चमवाक्यं रामः वदति चेत् तदनन्तरम् अनुमानं किमर्थं श्यामेन कार्यम् इति प्रश्नः आसीत्. चतुर्थवाक्यं तावत्पर्यन्तं वदति चेत् श्यामे यन्त्राणि सन्ति, सः अनुमानं कर्तुं शक्यते, परार्थ अनुमानसोपानेन सः अनुमानं कर्तुं शक्यते. किन्तु तस्मात् तथा इति वदति चेत् पर्वतः वन्यमान् इति सः साक्षात् उक्तवान्, तदनन्तरं तस्य विश्वासः श्रद्धा भवितुम् अर्हति किल, इत्युक्ते शाब्दज्ञानमेव सः प्राप्नोति च पञ्चमवाक्यं वदति चेत् तत्र अनुमान. न न, केवलं पञ्चमवाक्यमेव वदति चेत् तत्र शाब्दज्ञानम् इति वक्तुं शक्नुमः. यथा केवलं प्रथमवाक्यमेव सः वदति चेत् यथा भवान् उक्तवान् तत्र श्रद्धा नास्ति इति कृत्वा तत्र किञ्चित् अनुमानम् इति प्रसङ्गः न भवति इति. परन्तु सः तु सर्वम् उक्त्वा अहो धूमवत्वात् पर्वतः वन्यमान् इति अहं वदामि इति तत्र तस्य निगमनं करोति. इत्युक्ते तत्र यदा वयं तत्र यत्र कुत्रापि यदा किमपि वदामः चेत् तत्र स्ट्रक्चर् इति अस्ति खलु, प्रथमम् आरम्भे तत्र इन्ट्रडक्षन् इति अस्ति, तदनन्तरं निगमनम् इति अन्ततो गत्वा आगच्छति इति तत्र सोपानानि सन्ति. परन्तु तदनन्तरं यद् ज्ञानं श्यामस्य भवति तत्तु निश्चयेन अनुमानमेव, यतोहि प्रत्यक्षं नास्ति खलु अत्र, अपि च शाब्दमपि नास्ति. यतोहि शाब्दमिति अस्ति चेत् तत्र एतस्य तत्र तत्र सोपानानि यानि सन्ति तेषाम् आवश्यकता एव न भवति. अस्तु भगिनि, भगिनी वदति यत् पर्वतो वन्यमान् इति तावदेव वदति चेत् अपि च श्यामः तदङ्गीकरोति चेत् तदेव शाब्दज्ञानम्. सत्यं, यतोहि तत्र प्रथमवाक्यमेव सः वदति चेत् इत्युक्ते अहं भवान् तत्र मम भवती मम श्रद्धा अस्ति चेत् यदा भवान् इदानीं वदति तत्र अहो तत्र चेन्नैनगरे इदानीं वृष्टिः अस्ति इति, तर्हि अहम् अङ्गीकरोमि, अस्तु महोदयः उक्तवान् चेन्नैनगरे इदानीं वृष्टिः इति. अहं तत्र यत्किमपि अन्यत् किमपि अपृष्ट्वा इति अस्ति चेत् तर्हि तत्र शाब्दज्ञानं खलु. परन्तु अहम् इदानीं पृच्छामि चेत् किमर्थं तदा वदति, तर्हि भवान् वदति अत्र अहं यत्किमपि जलं दृष्टवती, ह्यः रात्रौ वृष्टिः अभवत् इति सः वदति चेत् तत्र तर्हि अहं प्रातःकाले जलं दृष्टवान् तत्सर्वम् उक्त्वा तदर्थम् अहं वदामि तत्र वृष्टिः आसीत् ह्यः रात्रौ इति वदति चेत् तत्र अनुमानमेव भवति खलु, न तु शाब्दप्रमाणम्. अस्तु भगिनि, धन्यवादः. अत्र भगिनि कोऽपि वदति चेत् तत् रेडियो यानं तत्र वदति चेत् अत्र वृष्टिः अस्ति, तत्तु प्राप्त किम् एकनिमिषः भगिनि, स्वार्थ अनुमान न परार्थ अनुमान न, तत्र द्रष्टव्यं खलु, यथा मया इदानीम् उक्तं भावं न द्रष्टव्यं न न न न, तत्र न सन्दर्भः इति द्रष्टव्यम् इत्युक्ते सन्दर्भः द्रष्टव्यः. यतोहि तत्र वेदर्मेन् इति कोऽपि आगत्य तथा वदति चेत् तस्य वाक्यं भवती अङ्गीकरोति चेत् तर्हि तत्र शाब्दप्रमाणमेव भवति. परन्तु सः तस्य कृते किञ्चित् यत्किमपि तत्र सेटलैट् पिक्चर् वा यत्किमपि तत्र दर्शयति चेत् तत्तु प्रायः अत्र अनुमानम् इति वक्तुं शक्नुमः, परार्थ अनुमानम् इति प्रायः वक्तुं शक्नुमः. पृच्छामि रेडियो, या तदेव भगिनि, तत्र प्रायः रेडियो मध्ये तु तत्र प्रायः इत्येव न तत्र प्रायः शाब्दप्रमाणमेव, यतोहि तत्र सः यदा सः तथा वदति तत्र तस्य कारणं तत्सर्वं न वदति खलु, केवलं तत्र श्वः वृष्टिः भवेत् अथवा ह्यः वृष्टिः अभवत् इति सः वदति, भवती तु तत् अङ्गीकरोति इति कृत्वा तदेव मम अवगमनं शाब्दप्रमाणस्य. तत्र शुकोनमहोदय, भवान् किं चिन्तयति? यदा एकः वदति अन्यः अङ्गीकरोति चेत् तस्मिन् ज्ञानं जायते चेत् तदेव शाब्द तत्र प्रश्नः किमपि न प्रष्टव्यं. यदा सः वदति कथं जानाति इति वदति चेत् तत्र शाब्दज्ञानं नास्ति इति. सत्यं सत्यं, तर्हि तत्र तथैव खलु, तत्र कोऽपि तत्र रेडियो मध्ये कोऽपि सः ह्यः रात्रौ वृष्टिः अभवत् इति वदति चेत् तत्सर्वं तदेव. आम् आम् आम् अस्तु भगिनि, इदानीं तत् किञ्चित् विषयान्तरम् अस्ति, शाब्दप्रमाणस्य विषये तु वयं न पाठितवन्तः. तर्हि अत्र राम वदति, तत्तु श्यामस्य आत्मनि इमानि एव चत्वारि ज्ञानानि उत्पद्यते, किन्तु शब्दप्रमाणेन न तत्र तु परार्थ अनुमाने, तदेव अस्माकं प्रसङ्गः खलु. शब्दप्रमाणम् इति अस्ति चेत् प्रश्नः एव न भवति, तदेव इदानीं शुकवनमहोदय अपि उक्तवान्. तत्र यदा कोऽपि किमपि वदति तद् प्रश्नं अपृष्ट्वा अङ्गीकुर्मः चेत् तत्र शाब्द तत्र परार्थानुमानम् इति नास्ति, तत्र शाब्दप्रमाणं. परन्तु अत्र तु श्यामः रामः यदा वदति पर्वतः वह्निमान् इति, श्यामः तद् न अङ्गीकरोति खलु, सः पृच्छति किमर्थं तथा वदति इति, तदर्थमेव अत्र परार्थानुमानम् इति भवति. तर्हि अग्रे पठतु भगिनि. इत्यञ्च अव्ययव्याप्तिः कथम् अस्ति, तदाधारेण अनुमानस्य पञ्चावयवाः वाः कथं भवन्ति, ततः च अनुमितिः कथं जायते इति अस्माभिः ज्ञातम्. अनया अन्वयव्याप्त्या पक्षः साध्यवान् इति सिद्धम्. अधुना अन्ते व्यापकभावस्य सुदृढतया बोधनार्थं सुदृढतया बोधनार्थम् अन्वयव्याप्ते स्वरूपम् अवलोकनीयं, तदानीम् एव अस्माकं सामर्थ्यं भविष्यति व्यतिरेकव्याप्ते ग्रहणार्थम्. अस्तु, यत्र अत्र कथमस्ति अव्यव्याप्ति कथमस्ति इति न पृच्छं, तत् दत्तं, तत् आधारेण अनुमानस्य पञ्च तत् पञ्च अवयवाः वदति चेत् तत् अव्यवयव्याप्ति कथं भवति इति अनुमान. अन्वयव्याप्तिः भगिनि, अव्ययव्याप्तिः नास्ति, अन्वयव्याप्तिः. अन्वयव्याप्ति एकक्षणम्, अन्वयव्याप्तिः इत्युक्ते किम्? अन्वयव्याप्ति इत्युक्ते तत्र अन्वयव्याप्ति चत्वार विधानि सन्ति न अन्वयव्याप्तिः इत्युक्ते यत्र यत्र धूमः तत्र तत्र वह्निः इति यदा वयं वदामः तदस्ति अन्वयव्याप्तिः इत्युक्ते तत्सत्त्वे तत्सत्त्वम् इति तत् शृण्मः अस्तु इति अन्वयव्याप्तिः अस्ति. तर्हि अन्वय इदानीं यत् उदाहरणं वयं दृष्टवन्तः वस्तुतः उदाहरणद्वयं, तर्हि तत्र उदाहरणे वयं दृष्टवन्तः द्वयमपि अत्र अन्वयव्याप्तिः अस्ति, स्वार्थानुमानमपि परार्थानुमानमपि तत्र अन्वयव्याप्तिः अस्ति. तर्हि तत्र परार्थानुमाने तत्र पञ्च अवयवाः के तेन कथम् अथवा तैः कथं तत्र अनुमितिज्ञानं भवति इति वयम् अधीतवन्तः. तर्हि अन्वयव्याप्तिः इति अस्ति चेत् अन्वयव्याप्ति आधारेण पक्षे साध्यः अस्ति अथवा पक्षे साध्यम् अस्ति इति वयं ज्ञातवन्तः स्वार्थानुमानेन अपि च परार्थानुमानेन. तत्पूर्वं व्याप्यव्यापकभावस्य अपि किञ्चित् पठितवन्तः, प्रायः तस्य विषये एव इतोपि किञ्चित् अस्ति अत्र. सुदृढतया इत्युक्ते दृढतया इत्युक्ते जानाति खलु दृढम्, सुदृढतया इत्युक्ते सम्यक्तया अधिकदृढतया इति अर्थे, सुष्ठु दृढतया इति अर्थे इति तत्र इदानीं तत्र व्याप्यव्यापकविषये अग्रे अस्ति इत्येव दत्तमस्ति. तर्हि प्रायः शुकोन महोदय भवानेव पठतु, यतोहि प्रायः पुष्पा भगिनी व्याप्यव्यापकभावस्य विषये अपि किञ्चित् प्रायः पूर्वमुद्रणं श्रोतव्यं स्यात्. अस्य कृते व्याप्यव्यापकभावः इतोपि किञ्चित् ज्ञातव्यः. हेतुः व्याप्यः, साध्यं व्यापकम्. व्याप्यः इत्युक्ते व्यक्तिमान्, यः व्यक्तिमान् व्याप्तिमान् ओ व्याप्तिमान् क्षम्यतां, व्याप्यः इत्युक्ते व्याप्तिमान्, यः व्याप्तिमान् सः व्याप्यः. पर्वतः वह्निमान् धूमात् इत्यत्र वह्निव्याप्यः नाम कः? धूमः. वह्निव्याप्यधूमः, वह्निव्याप्तिः धूमे इत्यर्थः. वह्निव्याप्तिः नाम कः इति चेत् धूमाधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी वह्निः समानाधिकरणधूमः, वह्नि सामानाधिकरण्यं धूमे. अस्य अर्थः कः? धूमव्यापकः वह्निः इत्युक्तौ धूमाधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी वह्निः व्याप्तेः स्वरूपं कथयति. हेत्वधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी साध्यसामानाधिकरण्यं व्याप्तिः, अनेन अन्वयव्याप्तिः. यत्र यत्र धूमः तत्र तत्र वह्निः इति वदामः तस्य अयमेव अर्थः. नाम धूमाधिकरणवृत्तिः यः अत्यन्ताभावः तत्र स च वह्नेः अत्यन्ताभावः न भवति, यतोहि धूमाधिकरणे सर्वदा वह्निः भवति. अतः वह्निः अत्यन्ताभाव स्वीकर्तुं न शक्यते, किन्तु घटपटादि अत्यन्ताभावः भवति. तस्य प्रतियोगी घटपटादिः, अप्रतियोगी भवति वह्निः इत्युक्तौ तदेव साध्यं. स च धूमाधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी वह्निः, तादृशवह्नि अधिकरणवृत्तिः धूमः. पुनः वह्न्यधिकरणवृत्तित्वं धूमे, इयमेव धूमे विद्यमानवह्निव्याप्तिः. धूमाधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी वह्निसामानादिकरण्यम्, इयं व्याप्तिः साध्यस्य एव. अन्वयव्याप्तिः भूः किञ्चित् भ्रमात्मकम् इति दृश्यते किन्तु तादृशं नास्ति इति मन्ये. पङ्क्तिशः पश्यामः. अस्य कृते व्यापकभावः इतोपि किञ्चित् ज्ञातव्यः. अस्य कृते इत्युक्ते व्यतिरेकव्याप्तेः ग्रहणार्थं व्याप्यव्यापकभावः इत्यस्य इतोपि किञ्चित् अस्मिन् विषये व्याप्यव्यापकभावः इत्यस्मिन् विषये इतोपि किञ्चित् ज्ञातव्यः इति दत्तं. हेतुः व्याप्यः, साध्यं व्यापकम् इति पूर्वमेव दृष्टवन्तः. किमर्थम् इत्युक्ते यस्य अधिकक्षेत्रमस्ति तद् व्यापकः, यस्य न्यूनक्षेत्रमस्ति तद् व्याप्यः. साध्यमेव अधिकक्षेत्रे भवति, हेतुः न्यूनक्षेत्रे भवति इति कृत्वा साध्यः व्यापकः, हेतुः व्याप्यः. तत् कथं वक्तुं शक्नुमः इत्युक्ते यत्र यत्र धूमः तत्र तत्र वह्निः इत्येव साधुः. यत्र यत्र वह्निः तत्र तत्र धूमः इति न वक्तुं शक्यते इति चेत्, तादृशम् अस्ति चेत् साध्यस्य वह्नेः अधिकक्षेत्रमस्ति हेतोः, इत्युक्ते धूमस्य न्यूनक्षेत्रम् अस्ति इति कृत्वा हेतुः व्याप्यः न्यूनक्षेत्रत्वात्, साध्यः व्यापकः अधिकक्षेत्रत्वात् इति आगच्छति. व्याप्यः इत्युक्ते व्याप्तिमान्, मतु प्रत्ययम् उपयुज्य व्याप्तिमान् इति, तदेव यः व्याप्तिमान् सः एव व्याप्यः, यः व्याप्तिमान् सः व्याप्यः. इदानीं पर्वतः वह्निमान् धूमात् इत्यत्र वह्निव्याप्यः नाम कः? धूमः. पर्वतः वह्निमान् धूमात् इति अनुमानवाक्यस्थले व्याप्यः कः इत्युक्ते धूमः एव. केन धूमः व्याप्यः इत्युक्ते वह्निना व्याप्यः इति कृत्वा वह्निः तत्र व्यापकः, धूमः व्याप्यः, वह्निना व्याप्यः धूमः इति भवति. वह्निव्याप्तिः धूमे इत्यर्थः, इत्युक्ते धूमः वह्निना व्याप्तः इति अर्थः. वह्निव्याप्तिः नाम कः? वह्निव्याप्तिः, इदानीं वह्निव्याप्तिः इति कथं ज्ञातव्यम् इति चेत्, धूमादिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी वह्निः समानाधिकरणधूमः. वह्नि समानाधिकरण्यं धूमे इति अवगन्तव्यम्. वह्निव्याप्तिः इत्युक्ते धूमाधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी वह्निः समानाधिकरणधूमः इति अवगन्तव्यम् इति दत्तमस्ति. समानाधिकरण्यं धूमे, वह्नि समानाधिकरण्यं धूमे इति अपि अवगन्तव्यम् इति. इत्युक्ते तत्र कण्ठशः पश्यामः, धूमाधिकरणवृत्ति इत्युक्ते किं? वृत्तिः इत्युक्ते आदेयः, वृत्तिः इत्युक्ते आदेयः. धूमाधिकरणवृत्ति, धूमाधिकरणम् इत्युक्ते धूमस्य अधिकरणम् इति वा? हा सत्यम्, धूमस्य अधिकरणं, धूमस्य अधि करणवृत्तिः वा धूमस्य अधिकरणे वृत्तिः वा? अधिकरणे इत्युक्ते तत्र वृत्तिः इत्युक्ते विद्यमानः इति खलु, तर्हि धूमस्य अधिकरणे विद्यमान इति वयं स्वीकर्तुं शक्नुमः अत्र. धूमस्य अधिकरणे अधिकरणम् इत्युक्ते पर्वतः. हा सत्यं, पर्वतः, पर्वते विद्यमान अत्यन्त अभावः, पर्वते विद्यमानः अत्यन्त अभावः. अत्यन्त अभावः नाम अत्यन्त अभावः, तस्य लक्षणं विस्मृतवान्. हा तत्र सुनील् महोदय भवान् वक्तुं शक्नोति वा अत्यन्तभावः इत्युक्ते किम्? इत्युक्ते पूर्वं न आसीत्, इदानीं द्रव्यस्य आनयनेन अभावस्य नाशः भवति इति. भूतले घटः न आसीत्, घटम् आनयति चेत् घटाभावः नश्यति इति. सत्यम्, इत्युक्ते यस्य आनयनेन अभावः नश्यति तादृश अभावः अस्ति अत्यन्त अभावः. तर्हि पक्षे इदानीं पक्षे यः अत्यन्त अभावः अस्ति तस्य अत्यन्त अभावस्य अप्रतियोगी अस्ति वह्निः. इत्युक्ते धूम् इति इदानीं धूमः, धूमस्य अधिकरणम् अस्ति पर्वतः खलु. इदानीं पर्वते बहवः अत्यन्त अभावः भवितुम् अत्यन्त अभावाः भवितुम् अर्हन्ति. इत्युक्ते घटाभावः, घटाभावः, घटस्य अत्यन्त अभावः, जलस्य अत्यन्त अभावः, यत्किमपि खलु, पटस्य अत्यन्त अभावः, चषकस्य अत्यन्त अभावः इति बहवः अत्यन्त अभावाः वर्तन्ते. परन्तु तत्र कस्य अत्यन्त अभावः न भवितुं शक्नोति? हरि ओम्. न न, धूमः अस्ति इति कृत्वा धूमस्य अभावः अपि नास्ति, अपि च वह्नेः अपि खलु. तत्र तत्र पक्षे अथवा पर्वते तत्र घटपट कन्दुकस्य इति बहवः अत्यन्त अभावः भवितुम् अर्हन्ति, परन्तु वह्नेः अत्यन्त अभावः न भवति यतोहि तत्र धूमः अस्ति इति कृत्वा अत्र अप्रतियोगी अस्ति. तादृश अभावस्य अप्रतियोगी अस्ति इत्युक्ते तादृश अभावः नास्ति इति कृत्वा तादृश अभावस्य प्रतियोगी नास्ति वह्निः, परन्तु तादृश अभावस्य अप्रतियोगी अस्ति वह्निः. इत्युक्ते पक्षे अथवा पर्वते यः यः अत्यन्त अभावः अस्ति तादृश अत्यन्त अभावस्य प्रतियोगी वह्निः न भवितुं शक्नोति. पर्वते अत्यन्त अभावः सन्ति परन्तु तस्य प्रतियोगी भिन्नभिन्नद्रव्याणि भवितुम् अर्हन्ति, परन्तु वह्निः न भवति तस्य प्रतियोगी इति. धूमाधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगी अस्ति वह्निः इति. तत्र डबल् नेगेटिव् अस्ति न तत्र न तत्र डबल् नेगेटिव् इति. हा अभावः इति नेगेटिव् इति स्वीकुर्मः चेत् तथा वक्तुं शक्नुमः, परन्तु तत्र अभावस्य अप्रतियोगी अस्ति वह्निः इति वार्ता अस्ति अत्र. इत्युक्ते धूमाधिकरणवृत्ति वृत्तित्वं यस्मिन् पर्वते अस्ति तत्र न न यस्मिन् पर्वते इति नास्ति खलु महोदय, धूमाधिकरणमेव पर्वतः. धूमाधिकरणवृत्तित्वं यस्मिन् अत्यन्त अभावे अस्ति. ओ, धूमाधिकरण वृत्तित्वं यस्मिन् अत्यन्त अभावे अस्ति तस्य अप्रतियोगी, अप्रतियोगी इत्यस्य इत्युक्ते प्रतियोगी नास्ति तस्य. इत्युक्ते धूमाधिकरणे पर्वते ये अत्यन्त अभावाः सन्ति तेषां प्रतियोगी वह्निः नास्ति आम् इति अप्रतियोगी, प्रतियोगी नास्ति इति अप्रतियोगी इति वह्नेः वह्नेः तत्र विवरणं दत्तमस्ति. ओ इत्युक्ते हेतु अधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगी अस्ति साध्यः इति. हेतु अधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगी साध्यः इति. आम् यतोहि हेतु यस्मिन् अस्ति ताद् हेतौ क्षम्यतां हेतुः हेतुः यस्मिन् अस्ति तस्मिन् विद्यमान अत्यन्ताभावस्य प्रतियोगी साध्यः नास्ति इति एव साध्यस्य वस्तुतः विवरणम् अथवा लक्षणम् इत्यपि वक्तुं शक्नुमः. इत्युक्ते तथा साध्यं तादृश प्रतियोगी साध्यः भवति चेत् साध्यः न भवति खलु. आम् आम् आम् भवति चेत् तत्र व्याप्यव्यापकभावः नास्ति. हा सत्यं तदर्थमेव अत्र साध्यः इति वक्तुं न शक्नुमः. आम् इति साध्य इति साध्यः इदानीं तदनन्तरम् अस्ति समानाधिकरणधूमः खलु. तर्हि तादृशसाध्यः यदस्ति साध्यस्य समानाधिकरणमस्ति धूमः. समानाधिकरणधूमः इत्युक्ते तत्र वन्नी धूमौ तत्र समानाधिकरण्यम् अस्ति समानाधिकरण्यम् अस्ति इत्युक्ते वन्नी धूमौ समानाधिकरणौ. तर्हि वन्नि समानाधिकरण्यं धूमे वह्नि समानाधिकरण्यं किमर्थम् इत्युक्ते वह्नि अपि पर्वते अस्ति धूमः अपि पर्वते अस्ति इति कृत्वा तयोः मध्ये समानाधिकरण्यम् अस्ति. सत्यं तर्हि वह्नि समानाधिकरणः धूमः वह्नि समानाधिकरण्यं धूमे. पर्वते नास्ति तथैव कोऽपि अस्ति कोऽपि धूमः अस्ति वह्नि अस्ति अस्ति हा पर्वते इत्यपि यत्र यत्र अस्मिन् उदाहरणे पर्वतः एव अधिकरणं खलु. सति समानाधिकरणमस्ति इदानीं पर्वतः परन्तु सत्यं वन्नी वन्नी धूमौ समानाधिकरणौ तर्हि वन्नी यत्र अस्ति तत्र धूमः अस्ति इति तयोः मध्ये समानाधिकरण्यम् अस्ति समानाधिकरण्यम् अस्ति. ओ पर्वतः वह्नि अपि च धूमस्य समान अधिकरणम् इति कृत्वा वह्नौ अपि च धूमे सामानाधिकरण्यम् अस्ति. सत्यं हा इदानीम् अवगतम्. अत्र पूर्वस्मिन् वाक्ये भगिनी वृत्ति इति वृत्तित्वम् अत्यन्त अभावे अस्ति किल. सत्यम् अत्र धूमाधिकरणवृत्ति इति अत्यन्त अभावस्य विशेषणम्. सत्यम् अत्यन्त अभावः विशेष्यम्. इदानीम् अप्रतियोगी इति वह्नेः विशेषणं. सत्यम् अत्यन्त अभावस्य अप्रतियोगी वह्नि इति. अत्यन्त अभाव अप्रतियोगी वह्निः. आम् सत्यम् इदानीम् अवगतम्. तर्हि किञ्चित् अग्रे पश्येम. तर्हि अस्य अर्थः कः महोदय भवान् पठति वा? अस्य अर्थः कः? धूमव्यापकः वह्निः इत्युक्तौ धूमाधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगी वह्निः इति इदानीमेव वयं दृष्टम्. अग्रे पठामि. व्याप्तेः स्वरूपं कथयति हेत्वधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगी साध्य सामानाधिकरण्यं व्याप्तिः इति. हेतुः यस्मिन् अधिकरणे अस्ति तस्मिन् अधिकरणे बहवः अत्यन्त अभावायाः वृत्तित्वम् अस्ति, किन्तु केवलं साध्यस्य हेतोः साध्यस्य एव अत्यन्त अभावः न भवेत्, कुत्र अधिकरणे इति कृत्वा अप्रतियोगी साध्य इति आगच्छति, अपि च हेतोः हेतुसाध्ययोः सामानाधिकरण्यम् अपि अस्ति पक्षे. न, पक्षः समानाधिकरणः. आम्, हेतुसाध्योः सामानाधिकरण्यं पक्षे अस्ति इति मया उक्तम्. हा, तर्हि तत्र तादृशसामानाधिकरण्यं यदस्ति तदेव व्याप्तिः. इत्युक्ते पूर्वं वयम् उक्तवन्तः खलु, व्याप्यः इत्युक्ते व्याप्तिमान् इति, इत्युक्ते हेतौ व्याप्तिः अस्ति इति. हेतौ समानाधिकरण्यम् अस्ति, तदर्थमेव तत्र समानाधिकरण्यम् इति समानाधिकरणः अस्ति पक्षः, परन्तु समानाधिकरण्यं तु वस्तुतः हेतौ अस्ति खलु. हेतौ इत्युक्ते साध्ये अपि अस्ति सत्यं, परन्तु साध्यसमानाधिकरण्यं यदस्ति हेतौ तदेव व्याप्तिः. हा, इत्युक्ते यत्र यत्र हेतुः तत्र तत्र साध्यः इति लौकिके यद्वदामः तत् नैयायिकानां पारिभाषिकरूपेण अत्र दत्तमस्ति. सत्यं सत्यं, तावदेव, तदेव अग्रे अस्ति. अनेन अन्वय व्याप्तिः यत्र यत्र धूमः तत्र तत्र वह्निः इति यदा वदामः तस्य अयमेव अर्थः. इत्युक्ते तत्र साध्यस्य समानाधिकरण्यं हेतौ अस्ति, इत्युक्ते तदर्थमेव वयं वदामः यत्र हेतुः अस्ति तत्र साध्यमस्ति इति. साध्यस्य समानाधिकरण्यं हेतौ अस्ति. आम्, यत्र यत्र आम् साध्यस्य समानाधिकरणं हेतौ अस्ति. आम्, अनेन अन्वयव्याप्तिः, एतदेव अन्वयव्याप्तिः. अन्वयव्याप्तिः इत्युक्ते तत्सत्त्वे तत्सत्त्वम् इति वयं जानीमः, तदेव अत्र पारिभाषिकरूपेण दत्तमस्ति. यत्र यत्र धूमः तत्र तत्र वह्निः इति वदामः तस्य अयमेव अर्थः. नाम धूमाधिकरणवृत्तिः यः अत्यन्त अभावः, तत्र स च वह्नेः अत्यन्त अभावः न भवति. भवति चेत् तत् साध्यः न भवति, तयोः मध्ये व्याप्यव्यापकभावः नास्ति इति कृत्वा धूमाधिकरणवृत्तिः यः अत्यन्त अभावः, तत्र स च वह्नेः अत्यन्त अभावः न भवति इति इति भवति. यतोहि धूमाधिकरणे सर्वदा वह्निः भवत्येव, नो चेत् तयोः मध्ये व्याप्यव्यापकभावः न वक्तुं शक्यते इति कृत्वा. अतः वह्निः अत्यन्त अभावः स्वीकर्तुं न शक्यते. कुत्र? हेतौ हेतौ नास्ति, किन्तु पक्षे पक्षे किन्तु घटपटादि अत्यन्तभावः अत्यन्त अभावः भवितुम् अर्हति. यदि घटपटादि अत्यन्तभावः अभावः पक्षे भवति चेत् व्याप्तेः किमपि हानिः नास्ति. तस्य प्रतियोगी घटपटादिः, अप्रतियोगी भवति वह्निः, इत्युक्तौ तदेव साध्यम्. आम्, तत्र किमपि वक्तव्यं मया अवगतम्. हा हा, अत्र यद्वयम् एतावत्पर्यन्तं चर्चितवन्तः तदेव अस्ति. इत्युक्ते अत्यन्त अभावस्य प्रतियोगी घटपटादि अत्यन्त अभावः अस्ति चेत् तस्य प्रतियोगी घटपटादि एव भवति, परन्तु तत्र वह्नेः अत्यन्त अभावः न भवति इति कृत्वा वह्निः भवति अप्रतियोगी इति तद् भवति साध्यम् इति. आम् आम् इत्युक्ते हेतोः हेतोः अधिकरणे यः अत्यन्त अभावः भवति तस्य अप्रतियोगी भवति साध्यम्। हेतोः अधिकरणे यस् यत् अत्यन्त अभावः भवति तस्य अप्रतियोगी एव वह्निः साध्यम्। आम् इत्युक्ते तत् न तस्य अत्यन्त अभावः न भवेत्। सत्यम्। हा इत्युक्ते तदेव साध्यम्। स च धूमादिकरणवृत्ति अत्यन्त अभाव अप्रतियोगी वह्निः तादृशवह्नि अधिकरणवृत्तिः धूमः। पुनः तयोः मध्ये परस्परं भावः अस्ति। कीदृशभावः इत्युक्ते अत्यन्त अभाव अप्रतियोगी वह्निः इति धूमादिकरण इत्युक्ते हेत्वधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगी साध्यम्। तादृशसाध्य अधिकरणवृत्तिः हेतुः इति भवति। वह्न्यधिकरणं वृत्तित्वं धूमे इयमेव धूमे विद्यमानवह्निव्याप्तिः इत्युक्ते इयमेव हेतौ विद्यमान साध्यव्याप्तिः। धूमादिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी वह्निसामानाधिकरण्यम् इयं व्याप्तिः साध्यस्य एव अन्वयव्याप्तिः। आम् तदेव पुनः पुनः विपरीतरूपेण उक्तमस्ति किन्तु सारांशः एवमस्ति। हेत्वधिकरणवृत्ति अत्यन्त अभाव अप्रतियोगी साध्यम् इति भवेत्। अपि च तादृशसाध्य अधिकरणवृत्तिः हेतुः इति भवति चेत् तयो अन्वयव्याप्तिः व्याप्तिः सिद्ध्यति इति एव वार्ता। अस्तु बहु सम्यक्। अस्तु तर्हि किञ्चित् विलम्बः अपि जातः अद्य, क्षम्यतां, क्षमायाचे। तर्हि एतत् सम्पूर्णं तत्र आरम्भं कृतवन्तः इति कृत्वा सम्पूर्णं कुर्मः इति मम चिन्तनम् आसीत्। तर्हि अद्य अत्र स्थगयामः। पुनः एकवारं प्रायः समयः अस्ति चेत् मुद्रणं शृणोतु, अपि च तत्र प्रश्नः अस्ति अथवा किञ्चित् इतोपि एकवारं द्रष्टव्यं चेदपि आगामिकक्षायां दृष्ट्वा अग्रे कर्तुं अग्रे सरतुं शक्नुमः। तर्हि धन्यवादः। धन्यवादः भगिनि। हा धन्यवादः। रात्रिः।